पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 13 नारद उवाच ततो जालन्धर श्रुत्वा दैत्यकोलाहलं रणे आजगामरथारूढो यत्र देवः सदाशिवः सारथिं खड्गरोमाणं कोपासत्वरमब्रवीद सम्प्रेषय रथं शीघ्रं सहस्रहययोजितं हन्मितं तापसं शौर्याज्जडा भस्मास्तिभूषितं वृषारूढस्य काशकृपङ्गोर्युद्धे महासः नारद उवाच युत्युक्त्वा खड्गरोमाणमाभाष्य च तदोद्धतः गृहीत्वा कार्मुकं घोरं रथेनाधावदद्रुतं तं रुरोध तदा यान्दं वीरभद्रसितैः शरैः निरुच्छ्वासीकृतेनापि सकायेन शरैर्वृतः देवैरद्यपि तुल्योऽभूद्भूदेशस्य परिग्रहः तथापि किं कपालानि तुलां यान्ति कलानि देहे विव्याधमणिभद्रोऽपि शरैः सागरनन्दनं पाशेन मणिभद्रं तु हस्त्वो वाचेश्वरं वचः ये हि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि त्वं मां प्रहरणत्वादहमादौ हन्मि जडाधरम् इति ब्रुवन्दं तं गर्वाद्वीरभद्रोऽथ सायकैः पूरयामास संक्रुद्धो यथा पद्मं रविः परैः मणिभद्रोधगदया सैन्यं तस्य समाहनद रथोपरिरथं वीर तुरगं तुरगोपरि गजोपरि गजं हत्वा पादयामास भूतले रक्तपङ्कारुणा भूमिः सञ्जादा दुर्गमाक्षणाद शैला च गणमुख्याश्च दानवाञ्जघ्नुराघवे पदन्ति दानवाशूरागदप्राणा महीतले रुण्डदोर्दण्डमुण्डैश्च करिपृष्ठकरोरुभिः पदन्ति दानवाशूरा पूरिता वसुधा नृप नारद उवाच एवंविधं रणे दृष्ट्वा हरमत्यन्तदुर्जयं भुवने च तथान्यानि दृष्टल्लक्षणानि च तेजोऽन्यदेवनक्षत्र शशाङ्कसकलादिषु उद्धाडितजगत्क्रोशमन्यदेवरवेर्महः भग्नः पुनश्चिन्तितवांस्तदो जालन्धरो नृप न दृष्टा सा मया गौरीयां मामाहादि नारदः साम्प्रतं शाश्वतेस्थाने कथं द्रक्ष्याम्युमां स्थितां तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शम्भुना चिन्तयित्वेदि मनसा दैत्यं प्राहार्णवात्मजः शुम्भं चण्डजये वीर मम तुल्यपराक्रम धृत्वा मत्सदृशं रूपं सङ्ग्रामं कर्तुमर्हसि तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम् इत्युक्त्वाथ ददौ तस्मै स्वाङ्गातुत्तार्यमण्डनम् वर्मशस्त्रादिकं दत्त्वा रथं सारथिसंयुतं दुर्वारणेन सहितसैन्यं मुक्त्वो दधे सुदः अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिवः मानसोत्तरशैलस्य हररूपं दधारसः धृत्वा दुर्वारणे रूपं नन्दिनः सदृशं तथा अथा रुरुहदुशैलं छद्मशङ्करनन्दिनौ यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप तमायान्तं शरैर्भिन्नं स्कन्दमालम्ब्य नन्दिनः रक्ताक्रमम्बरं दृष्ट्वा भवानी विस्मिता भवत सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं सम्भ्रमान्विताः शङ्करस्यान्तिकं गत्वा पप्रच्युस्तं सुदुःखिताः किं जातं तव देवेश केन त्वं शङ्करेजितः स शल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि इत्युक्तप्रददौ ताभ्यो भूषणानि पृथक् पृथक् उत्तार्य शनकैरङ्गाद्वासुकिप्रभृतीनि च गणेशस्कन्दशिरसि चिह्ने कुक्षौ विलोक्य च हास्कन्दः गणेशेदि हारुद्रेत्यम्बिकारुदत तस्या सख्यस्ततः सर्वा रुरुदुःशोककर्षितः अत्रा ब्रवीज्जयां नन्दी त्वमेनं परिपालय मणिभद्रो वीरभद्रपुष्पदन्तश्च वीर्यवान् दम्भनो धूमतिमिरकूष्माण्डाद्यारणे हदाः चण्डीभृङ्गीकिरीडिश्च महाकालश्च शृङ्गरी चण्डीशो गुप्तनेत्रश्च कालाद्याश्च हदारणे विनायकस्य स्कन्दस्य शिरसि भ्रमतामया तृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपद तच्छ्रुत्वा नन्दिनो वाक्यं शिरसि गृह्यपुत्रयोः पार्वती विललापोच्चैः पुत्रपुत्रेदि जल्पति तारकारे कथं युद्धे हतस्त्वं सिन्धुसूनुना त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः तदा त्वया कथं वीरतारकाख्यो निपातितः नीलकण्ठेन किं त्यक्तो यतस्त्वं पतितो भुवि स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया न भोगावत्सदे भुक्ता संसारस्यापि ये भवन् तादहेरम्भविघ्नेशलम्बोदरगजानन रणाङ्गणे केन पुत्र सिद्धैः पूज्यो निपातितः वाहनोऽसौ कुतो वत्स मूषककेन हिंसितः एवं विलपदि गौरी शिवं प्राह सुदुःखितं साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं गुरु वृषभ क्व गदो देव हदो जालं धरेण वै शरजर्जरदेहस्य किं करोमि प्रियं तव। तदश्रुत्वा वचो देव्या निःश्वस्योवाच शङ्करः दीर्घं विनिहदौ पुत्रौ वृथा शोचसि किं प्रिये। अधुना तेऽङ्गसङ्गेन देवि मां त्रातुमर्हसि। शङ्करस्य वच श्रुत्वा समयोचितमातुरम् प्रत्युवाचाम्बिका देवं बभाषे नोचितं वचः। महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रदिं बुधाः शङ्कर वर्जयन्ति। कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडितां म्लानां बाष्पपरिम्लानां सम्प्रार्थयसि चादुरां। भवान्या इति वाक्यानि श्रुत्वा माया महेश्वरः उवाचस्वार्थमुद्दिश्य गौर्यारूपेण मोहितः। पुरुषस्यार्थियुक्तस्य न यच्छन्ति रतिं स्त्रियः तथैव रौरवे कोरे पदिष्यन्ति न संशयः। गणशून्यपुत्रशून्यो धीशून्योऽहं वरानन साम्प्रतं गृह्यशून्योऽहं सर्वशून्योऽस्मि भामिनि। सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः। स्वं गृहं दुःप्रविश्याश्युत्यजामि प्रकृतिं स्वकाम्। उत्तिष्ठ नन्दिन् संयावस्तीर्थे भवपुरःसरः। त्वं याहि स्वेच्छया कान्ते प्रकृतिं स्वां परित्यज। यदि मायामहेशस्य वच श्रुत्वाम्बिका ततः दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता। तस्यैवं परमे क्षोभे किञ्चिन्नोवाच साक्षणं यया समोहितं सर्वं जगस्तावरजङ्गमं। सैव सम्मोहिता तेन न जाने दुःखमात्मनः। इति श्रीपद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायाम् उत्तरखण्डे युधिष्ठिरनारदसंवादे जालन्धरमाया महेशागमनं नाम त्रयोदशोऽध्यायः। ॐ